नमस्ते मैम। नमस्कार महोदय। नमस्ते। नमस्कार भगिनी। मैं कनेक्ट पण क्या हाँ कनेक्ट पण क्या ओ नमस्ते भव्य भगिनी। नमस्कार महोदय। हाँ, नमस्ते कस्मिन् नगरे अस्ति भवती इदानीम्? अधुना शार्लट् नगरस्य पार्श्वे अस्तु नार्थ अस्तु। केरोलिना। नमस्ते शारदा महोदय। नमस्ते सर्वे। नमस्ते नमस्ते। महोदये, इतोपि किञ्चित् बृहत् करणीयं भवति। समीचीनमस्ति वा? इतोपि किञ्चित् पर्याप्तम्। अहं चिन्तयामि, इदानीं प्रतिपालङ्कारस्य अन्तिमभागे पठन्तः स्मः इति। आम्, तृतीयं समाप्तं, चतुर्थं पठ समाप्तम्। अस्तु, प्रार्थना समाप्ता किम्? न महोदय। शुक्लां वरदं विष्णुं शशिवदनं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वतिनमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुगुरुर्देवो महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। प्रभामहे। हाँ, अस्तु महोदय, तर्हि आरम्भं कुर्मः। तर्हि चतुर्थं प्रतीपम् इदानीं पठनीयम् इति मन्ये। चतुर्थं तृतीयं चतुर्थम् अस्तु। वर्णेन्यान्यस्योपमायाः अनिष्पत्तिवचश्च तत् मुधापवादो मुधा मुग्धाक्षी त्वन्मुखाभं किलाम्बुजम्। पुनर्पठामि। वर्णेन्यान्यस्योपमायाः वर्णेन अन्यस्य उपमायाः इति भवति उपमायाः खलु, अतः वर्णेनान्यस्योपमायाः किञ्चित् मन्दं पठतु भवती। आमां। वर्णेनान्यस्योपमायाः अनिष्पत्तिवचश्च तत् मुधापवादो मुग्धाक्षी त्वन्मुखाभं किलाम्बुजम्। उत्तमं, समीचीनम्। वर्णेन्य वर्णेन वर्ण्येन अन्यस्य उपमायाः अनिष्पत्तिवचः च तत् मुधापवादः मुधा मुग्धाक्षी त्वन्मुखाभं किल अम्बुजम्। अस्तु, व्याख्या। अवर्ण्ये वर्ण्योपमिति अनिष्पत्तिवचः वचश्च पूर्वेभ्यः उत्कर्षशाली चतुर्थं प्रतीपम्। उदाहरणं मुदापवादस्य उक्त्या उपमितेः अनिष्पत्तिः उद्घाटिता। वाक्यमेतत् पश्यतु। हे मुग्धाक्षि, अम्बुजमिदं त्वद्मुखसदृश्यम् अस्ति इति लोकोक्तिः केवलं निरर्थकम्। अत्र निरर्थकस्य विवक्षायाः कारणात् मुखस्य सादृश्यमेव नास्ति इति स्पष्टम्। यदि कमलसदृशं मुखम् इति उच्यते तर्ह्यपि सः वृथापवादः एव। पुनः कश्चन अन्यः श्लोकः दृश्यताम्। इदानीं किञ्चित् तस्मिन् विषये पश्यामः. मुधापवादत्वम् इत्युक्ते मुधा इत्युक्ते वृथा इति अर्थः, मिथ्या इति अर्थः भवति. अपवादत्वस्य उक्त्या तत्र वदामः खलु, केवलं प्रशंसा क्रियते चेदपि केवलं अचिन्त्यप्रशंसा इत्युक्ते सत्यं प्रशंसितं न भवति. केवलं किमपि कार्यं साधितव्यं चेत् वृथा प्रशंसा अपि क्रियते खलु. तदेव मुदापवादत्वस्य उक्त्या उपमितेः अनिष्पत्तिः उद्घाटिता. उपमितेः यत् यस्य उपमानं कृतम्, उपमातोलनं कृतं, तस्य केवलं व्यर्थता एव इति अर्थः भवति. वाक्यमेतत् पश्यतु इदानीं. हे मुग्धाक्षी, अम्बुजमिदं तव मुखसदृशम् अस्ति इति लोकोक्तिः केवलं निरर्थकम्. इदानीं साधारणतया मुखम् उपमानं भवति, मुखम् उपमेयं भवति, अम्बुजम् इति उपमानं भवति. मुखस्य तोलनम् अम्बुजेन सह क्रियते, परन्तु अत्र तु अम्बुजं तव मुखसदृशम् अस्ति इति तत्र प्रतीपं कृतम्. अत्रापि तथा क्रियते चेत् तत् कदाचित् तत्र व्यर्थता अपि अवगम्यते इति. कमलसदृशमुखम् इति उच्यते तर्हि अपि सः वृथापवादः एव. तस्य हार्दिकप्रशंसा न भवति, हार्दिकी प्रशंसा न भवति इति. पुनः अन्यं श्लोकं पठतु, अन्यत् श्लोकम्. आकर्ण्य आकर्णय सरोजाक्षि वचनीयमिदं भुवि शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते। आकर्णय सरोजाक्षि वचनीयम् इदं भुवि शशाङ्कः तव वक्त्रेण पामरैः उपमीयते। अत्र शृणोतु, ए सरोजाक्षी, यदा सरोजाक्षी इति उच्यते तदा एव तस्य नेत्राणां नेत्रयोः वर्णनं कृतं. तत्र कमलसदृशं नेत्रद्वयम् इति उच्यते. तथा वचनीयम् इदं भुवि इति केचन जनाः वदन्ति, परन्तु तत् सरोजस्य केवलं नेत्रयोः तोलनं सरोजेन कमलपुष्पेण सह यत् कृतं तत्तु वचनीयम् इत्युक्ते केवलं निन्दार्थम्. वचनीयम् इत्यस्य अर्थः निन्दा इत्यपि भवति. भुवि तथा भवति यतः कमलस्य अपि सौन्दर्यं भवत्याः सौन्दर्यस्य मुखस्य मुखसौन्दर्यस्य समानं नास्ति इति. अतः शशाङ्कः यतः किमर्थम् इति भवति चेत् केवलं पामराः, पामराः इत्युक्ते किञ्चिदपि न पठितवन्तः मूढाः अज्ञानिनः, ते एवं तव वक्त्रेण शशाङ्कः इति. शशाङ्कस्य तोलनं मुखं मुखं चन्द्रः इव इति वदन्ति खलु, तादृशतोलनं भवत्याः मुखेन सदृशं चन्द्रस्य तोलनं ये कुर्वन्ति ते केवलं पामराः, अज्ञाः, ते न किमपि न जानन्ति सौन्दर्यस्य विषये. अतः केवलं पामराः एव तव वक्त्रेण सह शशाङ्कस्य तोलनं करोति इति. परन्तु अर्थं पश्यतु, पठतु. विवरणं अत्र वचनीयं वाक्यम् इति विवक्षायाः कारणात् चन्द्रस्य अर्थः इति अस्तु, वदामि. क्षम्यतां क्षम्यताम्। अर्थः, हे कमलाक्षि, शृणु शृणु, लोके किञ्चन निन्दावाक्यं प्रचुरेण पामरैः चन्द्रः भवादृशमुखयुक्तः वर्तते इति उच्यमानम् अस्ति। निन्दावाक्यं तत् भवादृशमुखयुक्तः चन्द्रः वर्तते इति तत्र प्रतीपमेव कृतवन्तः. मुखस्य तोलनं चन्द्रेण न कृतं, चन्द्रस्य तोलनम् अस्याः मुखेन सः कृतम्. अत्र तदेव प्रतीपः. अत्र पुनः तत्तु तदपि पामरैः तथा उपमीयते. चन्द्रः अपि भवत्याः मुखसदृशं सदृशं सौन्दर्यं न प्राप्नोति. चन्द्रः एव भवत्याः मुखस्य अपेक्षया भवत्याः मुखस्य अपेक्षया चन्द्रस्य सौन्दर्यमपि न्यूनमेव इति अर्थः भवति. परन्तु तथा तोलनं क्रियते चेत् पामरैः, ते केवलं पामराः, अज्ञाः, न जानन्ति सौन्दर्यविषयं, न जानन्ति इति. अतः अत्र एवमपि भवति प्रतीपस्य चतुर्थविधः. विवरणमपि पठतु. विवरणम्। अत्र वचनीयं वाक्यम् इति विवक्षायाः कारणात् चन्द्रस्य सादृश्यं तव मुखेन अग्नैरेव उच्यते इत्यतः सादृश्यस्य निष्पत्तिरेव अत्र भासते। एतावद्। अग्रे अपि पठनीयं वा? पञ्चमं लक्ष्मीमहोदय, मया एव पठनीयं वा अन्य कोऽपि पठेत्? महोदय, अत्र एकः प्रश्नः अस्ति. इत्युक्ते मुखस्य सौन्दर्यवर्णने चन्द्रस्य चन्द्रः अपि अपर्याप्तः इति अर्थः वा अत्र? आम् आम्, ओ अस्तु, केवलं धन्यवादः. पामराः तथा वदन्ति, परन्तु अधिकसौन्दर्यतरं भवति भवत्याः मुखम् इति, चन्द्रस्य अपेक्षया अपि इति. अस्तु, धन्यवादः. ओ, अखिला भगिनी नास्ति, अहं पठामि. पञ्चमं प्रतीपं प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते, दृष्टं चेद्वदनं तन्व्याः किं पद्मेन किमिन्दुना. प्रतीपम् उपमानस्य पुनः एकवारं प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते, दृष्टं चेद्वदनं तन्व्याः किं पद्मेन किमिन्दुना. प्रतीपम् उपमानस्य कैमर्थ्यम् अपि मन्वते, दृष्टं चेत् वदनं तन्व्याः किं पद्मेन किम् इन्दुना. अर्थः विवरणं च, तन्व्याः मुखदर्शनात् प्राप्तानन्दात् परं चन्द्रस्य वा कमलिन्याः वा प्रयोजनं किं, किं फलम्? अतः अत्र उपमेयेन एव उपमानस्य कार्यनिर्वहणं क्रियते इत्यतः उपमानस्य व्यर्थता एव सूच्यते. एतदेव पञ्चमं प्रतिमम्. अत्र सरलः एव अस्ति इति मन्ये. आम् महोदय. अपरम् उदाहरणं, तदोजसः तत्र किञ्चित् तत्र ओजस् इति एकं पदं भवति, यशः इति एकं पदं खलु. अतः तत्र तथा किञ्चित् चिन्तयति चेत् तद् पठनं सरलं भवति. तदोजसस्तद्यशसः तावदेव. स्थितां विमौ वृथेऽपि चित्ते कुरुते यदा यदा, तनोति भानोपरिवेशकैस्तदा परिवेशक एतत् एतावत्तदा. कैतवात् इति पदं भवति. तनोति भानोः परिवेशकैतवात् तदा विधिः कुण्डलनां विधोरपि. पुनः पठामि। हम्म, तत् ओ जसस्तद्यशः सह स्थितां विमुव्रतेऽपि चित्ते कुरुते यदा यदा तनोति भानोपरिवेशकैतवात्तदा विधि कुण्डलनां विधोरपि तद्यशसः स्थिता स्थितौ स्थितौ इमौ हम्म, वृथे अपि वृथा इति च चित्ते कुरुते यदा यदा तनोति भानोः परिवेशकैतत्वात् तदा विधिः कुण्डलनां विदेहे अपि विधोः अपि, विदोहो अपि यदा विदुः, यदा विदुः इत्यस्य चन्द्रः, अतः विधोः इति षष्ठी विभक्तिः मिलति। यदा यदा ब्रह्मा नलस्य प्रकाशकीर्त्योः उत्कृष्टतां दृष्ट्वा अत्यन्तं तुष्टः प्रीतश्च भवति तदा सूर्यचन्द्रयोः अप्रयोजकत्वं विचिन्त्य परिवेशकव्याजात् तयोः कुण्डलनां ददाति। विदधाति। अत्र परिवेशकव्याजात् इति कोऽर्थः? अत्र परिवेशव्याजात् इत्युक्ते कदाचित् सूर्यं परितः एकं मण्डलसदृशं भवति, तत् तस्य किमर्थं तादृशी स्थितिः कदा भवति इति भिन्नः विषयः। परन्तु यदा तादृश सूर्यचन्द्रयोः परिवेशः भवति चेत् तत्तु फलं किञ्चित् दुर्निमित्तम् इति वदन्ति। सूर्यस्य च प्रकाशस्य न्यूनता भवति खलु परिवेशस्य कारणात्, अतः लोके शुभं सूचयति इति। साधारणतया धूमकेतोः विषयेपि तथा एव वदन्ति खलु जनाः, धूमकेतोः दर्शनं वा तस्य स्थितिः वा क्लेशाय इति, अशुभं सूचयति इति। तथा एव सूर्यचन्द्रयोः परिवेशः भवति कलङ्कं सूचयति, अशुभं सूचयति। अतः परन्तु अन्यः विषयः अपि अस्ति, अत्र वृत्ताकारे भवति चेत् वयं गणितरीत्या अपि वदन्ति खलु शून्यम् इति वदन्ति, वृत्ताकारे भवति चेत्। अतः सूर्यं परितः चन्द्रं परितः तथा भवति शून्यरेखां चिह्नं सः विदधाति ब्रह्मा, यतः सूर्यचन्द्रयोः अपि अप्रयोजकत्वम् इति चिन्तयित्वा परिवेशं भवति इति। तथा किञ्चित् हास्यास्पदमपि अस्ति श्लोकस्य पठनम्। अनन्तरं कुत्र गतं? तत्र विवरणम् इति न नलस्य न ओ, मम स्क्रीन् मध्ये किमपि अभवत्। अस्तु, नलस्य इदानीं प्रकाशः इति सूर्यस्य विषयः, कीर्तिः चन्द्रस्य इति वा, अथवा द्वयमपि द्वयस्य अपि इत्येव स्वीकुर्मः। नलस्य रूपम् अपि अस्ति, कीर्तिः अपि आसीत्। रूपमपि आसीत्, कीर्तिः अपि आसीत्। कीर्तिः इत्युक्ते तस्य यशः। अतः तादृशकृत्योः स्थितौ सत्यां नलस्य एवं भवति सति द्वयमपि। सूर्यचन्द्रौ वृथा इति उपमान, तत्र उपमानं किम्, उपमेयं किं? नलस्यैव उत्कृष्टता, नलः एव उपमेयवस्तु अत्र। नलः अत्र उपमानस्यापि अपेक्षया अपि उत्कृष्टता अधिका भवति चेत् उपमानस्य, तत् बहु अपूर्वमपि अनन्तरं बहु श्रेष्ठम् इति। अतः कैमर्थ्यम् इत्यस्य पदस्य किमर्थस्य भावः कैमर्थ्यं, तद्धितान्तपदं खलु, किमर्थम् इति, सूर्यचन्द्रयोः उपमानं किमर्थम् इति अत्र सूच्यते। तदेव अत्र प्रतीपं, तत्र ब्रह्मा किं करोति से सूर्यचन्द्रयोः अप्रयोजकत्वं दृष्ट्वा परिवेशव्याजात् तयोः कुण्डलनां विदधाति। परिवेशं स्थापनीयम् इति व्याजः तथा कुण्डलिनां विदधाति इत्युक्ते शून्यं विदधाति इति. तथैव करोति. नलस्य विवरणं: नलस्य प्रकाशकीर्त्योः स्थितौ सत्यां सूर्यचन्द्रौ वृथेति प्रसिद्धोपमानयोः तयोः कैमर्त्योक्तेः विवक्षा एव प्रतीपम्. प्रतीपं, यतः सूर्यस्य चन्द्रस्य साधारणतया स्थितिः कथम् इत्युक्ते उपमानरीत्या एव तयोः उपयोगः भवति खलु. भिन्न उपयोगः प्रयोजनम् अस्ति तद्भिन्नं, परन्तु उपमालङ्कारस्य समये सूर्यः इव तेजोयुक्तः, चन्द्रः इव सुन्दरः इति वदन्ति खलु. अतः वस्तूनि इति वयं स्वीकुर्मः चेत् तदा किमर्थम् इति अत्र उक्तं, यतः नलस्य कीर्तिः वा रूपं वा सूर्यचन्द्रयोः सूर्यचन्द्रयोः स्थितिमपि अतिरिच्य भवति इति. अतः एव परिवेशं स्थापयति. तत्र नलः इति राजा आम्, नलमहाराजः अस्तु. बहु बहु कीर्तिमान्, बहुश्रुतः. पञ्चमहाकाव्यानि सन्ति खलु, तत्र नैषधीयचरितम् इति नळस्य चरितं प्रसिद्धं पञ्चमहाकाव्येषु अन्यतमम्. अत्र नलस्य प्रकाशकीर्त्योः उपमेयत्वम् आवहतः सूर्यचन्द्रयोः उपमानत्वेन विवक्षा, किन्तु उपमेयस्यैव उत्कृष्टता इत्यतः सूर्यचन्द्रयोः अप्रयोजकत्वं सूचितम्. केचन विमर्शकाः पञ्चमे प्रतिपे उपमानस्यैव व्यर्थतां निरूप्य अलङ्कारमिमम् आक्षेपालङ्कारः इति वदन्ति. अग्रे आगच्छति आक्षेपालङ्कारः इति. कदाचित् एवमेव भवति, कश्चन अलङ्कारिकः एकम् अलङ्कार नाम एकस्य अलङ्कारस्य नाम वदति किमपि नाम, परन्तु सः विषयः एव भवति. अन्यत्र कुत्रापि आगच्छति चेत् तादृश उपमानं तोलनं तथा एव भवति चेदपि, केचन अन्ये अलङ्कारिकाः तस्य भिन्नं नाम वदन्ति, तद्भवति एव कदाचित्. अत्र प्रतिपालङ्कारे अपि यत्र मृत्योः क्रूरत्वे तुल्याः स्त्रियः सन्ति तत्र साधारणतया यद् उपमानं भवति तदेव अत्रापि अस्ति किल. तत् कदाचित् उपमालङ्कारवत् एव अस्ति किल, तत्र उपमानस्य उपमेयत्वं न सम्पादितं न किल अत्र. न न मम प्रश्नः न अवगतः, पुनः वदतु. अत्र तृतीयप्रतीपालङ्कारः वा द्वितीयप्रकारे एकम् उदाहरणम् अस्ति. मृत्योः तुल्याः स्त्रियः क्रूरत्वे इति. ओ आम्, तद् न पठितं किम्? हा पठितं महोदय. तत्र ओ मृत्युः तु तत्र विवक्षा तु मृत्यु, वर्ण्यं तु मृत्युः भवति खलु, आम् आम् आम् आम् मृत्युः एव उपमेयं भवति, स्त्रियः तु उपमानं भवति विपरीतत्वेन इति तत्र स्त्रियः मृत्योः अपेक्षया स्त्रियः अपि बहु क्रूराः इति अत्र भासम् अत्र तदेव. अतः एव तत्तुल्याः सन्ति स्त्रियः इत्युक्ते क्रौर्यदर्पः स्त्रीणां बहु बहुधा भवति इति अर्थः. अग्रे तु विवेकं. भवत्याः प्रश्नस्य उत्तरं प्राप्तं किम्? नास्ति, तत्र चन्द्रेण तुल्यं मुखम् अस्ति इति चेत् तत्र उपमालङ्कारः, तद्वतेव अत्रापि मृत्युना तुल्याः स्त्रियः सन्ति इति चेत् अत्र तत्र अन्यः अस्ति विषयः. अत्र सूर्यचन्द्रस्य अप्रयोजकत्वं केवलं तत्र श्रेष्ठतायाः स्तरे भेदः इति कारणात् तावदेव. तत्र वैपरीत्यं किमपि नास्ति, परन्तु अत्र मृत्योः मृत्युः इत्युक्ते यद्यपि तत् विधिनियमः कालस्य नियमः मानवानां सर्व मृत्युः ध्रुवमेव इति भवति चेदपि, मृत्युः इति तत् शत्रुः इव जनाः चिन्तयन्ति खलु, मृत्युः इत्युक्ते अतः मृत्युः क्रूरी क्रौर्येण सह मृत्योः सम्बन्धं कल्पयन्ति जनाः. अतः मृत्योः अपेक्षया स्त्रियः स्त्रियः बहु क्रूराः इति तस्य भावः. अत्र वैपरीत्यम् अधिकं दृश्यते. अत्र तदपि किञ्चित् निकृष्टता अस्ति, उत्कृष्टता नास्ति. अत्र सूर्यचन्द्रयोः प्रकाशः, कीर्तिः, सौन्दर्यं सर्वम् अस्ति एव, परन्तु अस्याः मुखस्य तोलनार्थं न पर्याप्ताः इति अपि अर्थः भवति. सूर्यचन्द्रयोः प्रकाशः वा अथवा सौन्दर्यं वा समानं न इति अर्थे भवति. अतः भिन्नः भेदः अस्ति एव, वैपरीत्यं नास्ति. अस्तु, इदानीम् उत्तरं प्राप्तम्? आम् आं महोदय, धन्यवादः. पठामि किम्? अत्र रूपकालङ्कारस्य अहं प्रतीपालङ्कारस्य अपेक्षया रूपकालङ्कारे क्लेशः अधिकः एव, बहु भ्रमः जायते. किञ्चिदेव अहम् अद्य एव किञ्चित् पठनं कृतं मया, बहु कार्यान्तरवशात् अतिथयः आगतवन्तः इति कारणात् मम अपि समयः न आसीत्. किञ्चिदेव पठितवती अस्मि, पश्यामः यावत् शक्यं तावत् पठ्यताम्. महोदय, सप्ताहे भवती तत्र प्रतिपालङ्कारस्य इतोपि विषयाः सन्ति आम्, तत्र तस्मिन् पठनीयम् पुस्तके? आसीत्, कामेण्ट्स् इति टु बि रेड् इति उक्तवती आम् खलु तत्र, आम् आम् आम् तद् पठितव्यं, मया न पठितं, अस्तु समयः अस्तु, न आसीत्. तर्हि रूपकालङ्कारं प्रविशामः. अग्रिमसप्ताहे करिष्यामि. तत्र केचन विषयाः आसन् तत्र वासुदेवाचार्य अन्यत् उक्त दत्तं खलु, तत्र आसीत् केचन आसन् केचन विषयाः, तत् आम् पठित्वा वदामि तत्. अस्तु. इदानीं रूपकालङ्कारस्य विषये वयं साधारणतया कोविदस्तरे वा साधारण इतर अलङ्कारविषये केवलम् अत्यावश्यकम् इति यत् चिन्तितं तावदेव वयं पठितवन्तः पूर्वं. यद्यपि एम् ए परीक्षायाः कृते बहवः अलङ्काराः पठनीयाः एव, परन्तु सर्वं पठितुं समयः न भवति, क्लेशः एव. अतः रूपकालङ्कारस्य साधारणतया आधारविषयाः एव पठ्यते. तत्र प्रश्नाः अपि तथा एव भवन्ति. यद् इदानीं वयं पठन्तः स्मः तत्र किञ्चित् अहम् इतोपि किञ्चित् अगाधमं गच्छामः इति अहं चिन्तयित्वा एव एतावत् अहं कृतवती. न आवश्यकम् इति चिन्त्यते चेत् लघु अपि कर्तुं शक्नुमः. प्रमुखानाम् अलङ्काराणाम् एवं भवतु महोदय, यथा भवती अधुना पाठयति, नाम किञ्चित् अवगाहनं भवति चेदेव अवगम्यते तत्र सूक्ष्मभेदाः सन्ति इति. आम्, बहु सूक्ष्मभेदाः सन्ति. अतः किञ्चित् जामिता भवति चेत् इतोपि लघु कुर्मः इति चिन्त्यते चेत् वदन्तु, ममापि कार्यलाभः भवति. यतः मम समीपे एकं पुस्तकम् आसीत्, बहु सम्यक् आसीत्, अतः एव तथा. एते विषयाः तस्मिन् पुस्तके अपि अस्ति, बहु सङ्ग्रहेण दत्तमस्ति. अहं किञ्चित् अधिकम् उदाहरणं स्वीकृतवती, अधिक उदाहरणानि स्वीकृतवती, अतः यतः तेषां पठनेन एव सम्यक् अवगम्यते इति कारणात्. इदानीं रूपकस्य षड्विधाः सन्ति इति उक्तमस्ति. तत्र बहु लघु लघु एव भवति भेदाः, भ्रमः जायते एव. अद्य यावत् अहं कृतवती पठामः तावदेव पठामः, पश्यामः. अस्तु अस्तु. रूपकालङ्कारः, विषयभेदताद्रूप्यरञ्जनं विषयस्य यत् रूपकं तत्त्रिधाधिक्यन्यूनत्वातनु अनुभयोक्तिभिः, पुनः पठ्यते, विषयभेदताद्रूप्यरञ्जनं विषयस्य यत् रूपकन्तत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः विषयी अभेदतादृप्यरञ्जनं विषयस्य यत् रूपकं तत् त्रिधा आधिक्यन्यूनत्वा त्रिधा त्रिधा त्रिधा अधिक आधिक्य आधिक्य न्यूनत्व आधिक्यन्यूनत्व अनुभयोक्तिभिः त्रिधा भवति इति रूपकं रूपकम्. तत्र विषयस्य विषयी तयोः मध्ये अभेदः भेदः अस्ति, यत्र अग्रे आगच्छति तदपि अहम् उक्तवती. तस्य उदाहरणम् अयं हि धूर्जटिः साक्षाद् येन दग्धा पुरःक्षणात् अयमास्ते विना शम्भुः तार्तीकं विलोचनम् अयं हि धूर्जटिः साक्षाद् येन दग्धा पुरःक्षणात् अयमास्ते विना शम्भुः तार्तीकं विलोचनम् अयं हि धूर्जटिः शिवः साक्षात् धूर्जटिः येन दग्धा पुरः क्षणात् नाम कश्चन राजा अन्यम् एवं पराजितवान् एवं यथा शिवः त्रिपुरस्य त्रिपुरं दग्धवान् तथा अयं धूर्जटिः अपि तथा कृतवान् परन्तु अयम् आस्ते विना शम्भुः अयं शम्भुः विना तार्तीकं विलोचनं नाम तृतीयं लोचनं विना सः एतत् शम्भुः साधितवान् अस्ति इति शम्भुः तत्र आस्ते रूपकालङ्कारे तथा एव वदन्ति खलु. सः पुरुषव्याघ्रः इति वदन्ति, तावदेव व्याघ्रः इव सः बलवान् इति न वदन्ति खलु. आङ्ग्लभाषायामपि तद् भवति, तत्र समथिङ्ग् हि वाज़् ए टैगर् इति वदामः, तावदेव. अतः सः टैगर् इति न भवति खलु, व्याघ्ररीत्या बलवान् इति अर्थः भवति खलु. अत्रेपि तथा एव अयं तार्तिकं विलोचनं विना शम्भुः आस्ते. सः साक्षात् प्रथममपि दत्तं खलु, अयं हि धूर्जटिः साक्षात् येन पुरः दग्धा क्षणात् इति. पुरः इति किमर्थमस्ति? पुरी इति त्रिपुरः भवेत् खलु, दग्धा इति स्त्रीलिङ्गपदं, तर्हि पुरी इति परन्तु पुरः कथं? यथा पुरी न पूः पुल्लिङ्ग पुरौ पुरः, पुरः पूः पूः पुरौ पुरः. पुरौ पुरः ओ पूः पुरौ पुरः यथा दग्धाः पुरं पुरौ पुरः पूः, इति द्वितीयविभक्ति बहुवचनम् अस्ति तद्भि नपुंसकलिङ्गं भवति तु स्त्रीलिङ्गं. धूः धुरौ धुरः तथा पूः पुरौ पुरः. पुरः पुरः दग्धाः. पुरः दग्धाः क्षणात् यथा तत्तात् त्रिपुराः येन पुरा पूर्वं त्रिपुराः दग्धाः शिवेन तथा अयं राजा अपि धूर्जटिः एव साक्षात् येन दग्धाः पुरक्षणात्. तत्र अलङ्कारः आगतः, परन्तु तत्र किम् अधिकम् उक्तं, किं विना न्यूनः अस्ति खलु कश्चन विषयः. अत्र तृतीयं लोचनं नास्ति राज्ञः, शिवस्य अस्ति, परन्तु सः एव भेदः अत्र न्यूनता इति. अत्र प्रथमभागे अभेदः अस्ति, तथा एव अस्ति. शत्रुभयङ्करः तथा सर्वं कृतवान्, शत्रुनाशं कृतवान् शिवः इव इति भवति. परन्तु तृतीयं लोचनं नास्ति इत्यत्र न्यूनता अस्ति इति. तत्र रूपकस्य कश्चन विधः भवति तदपि. महोदय अग्रे अत्र राजानं कुत्र सूचयति अत्र न न तदेव विषयः, राजा इति नास्ति, ओ अतः एव व्याख्यानं पठनीयम्. ओ अस्तु अस्तु अयम् इति भवति चेत् अत्र साधारण राजा मम क्षम्यतां, राजानं विना अन्ये जनाः तथा तादृश पराक्रमं न प्राप्नुवन्ति, तादृश उपमानमपि न क्रियते सामान्यजनस्य खलु. अतः अस्माभिः स्वीकरणीयम् अयम् इत्युक्ते अद्यहारः कश्चन महाराजः इति, महाराजः इति स्वीकरणीयम्. ओ अस्तु अस्तु धन्यवादः महोदय। तत्र पश्यतु तार्तीकम् इति तादृशपदं बहु सम्यक् अस्ति। तत्र कैमर्थ्यम् इति पदं दृष्टवन्तः खलु, किमर्थस्य भावः, तथा तृतीयस्य भावः, अत्र प्रत्ययः अपि भिन्नः भवति तार्तीकम्। इदानीं मामकाः पाण्डवका पाण्डवाः चैव इति उक्तं खलु, तावकीनं मामकीनं मामकाः इति कः प्रत्ययः भगिनी अत्र तार्तीकम् इत्यत्र? अण् मामकः इत्युक्ते तृतीयस्य भावः तार्तीयः, तार्तीयीकं विलोचनम् अस्तु। कारुपप्रत्ययः कश्चित् भवितुमर्हति, ठस्येकः इति इक भवतु, इति तत्र अर्थः अर्थं पश्यामः चेत् पर्याप्तं, तृतीयम् इति तावदेव विलोचनम्। अत्र अहं चिन्तयामि दूरस्थशिक्षणस्य पुस्तके शिक्षायां वा कुत्रापि आसीत् अफाललोचनः इति, कस्यापि व्यासस्य विषये वा कस्यापि वर्णनम् आसीत् खलु, फाललोचनं विना शिवः इव इति भावे आसीत्, तत्रापि एषः एव अलङ्कारः भवितुम् अर्हति। अस्तु, अत्र तस्य विवरणम् अग्रे पश्यामः, अग्रिमः श्लोकः। शम्भुः विश्वं श्लोकं पठति वा? श्लोकरूपेण अस्ति, शम्भुर्विश्वमवत्यत् अवत्यत् तद्य ओ, तकारः किमर्थम् अस्ति? अवत्यद्य एव तकारः नास्ति। शम्भुः विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् अस्य मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना। शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् अस्य मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना। शम्भुः विश्वम् अवति पाति अद्य स्वीकृत्य समदृष्टिताम् इति, शम्भुः विश्वं पाति इति समदृष्टितां स्वीकृत्य अस्याः मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना। तत्र भागः भिन्नः भवति, शम्भुः विश्वमवत्यद्य स्वीकृत्य समदृष्टितां भिन्नः, अस्याः मुखेन्दुना लब्धे नेत्रान्धे किमिन्दुना, अलङ्कारस्य विषयम् अनन्तरं पश्यामः। अत्र पूर्वतनश्लोके शम्भुः तार्तीकं विलोचनं भवति खलु, सः तस्य शम्भोः तृतीयं लोचनं भवति इति कारणात् सः विलोचनः, विषमं विषमतया अस्ति तस्य, त्रीणि इति भवन्ति चेत् विषमसङ्ख्या इति कारणात् सः विलोचनः, सः ईश्वरः। तथा भवति चेदपि अत्र परस्परं सम्बन्धः अस्ति अस्य श्लोकस्य पूर्वतनश्लोकस्य, यद्यपि सः विलोचनः तस्य सः विश्वं रक्षति, जगत् रक्षकः कथं समदृष्टितां स्वीकृत्य जगत् रक्षति इति अर्थः। विषमनेत्रम् अस्ति चेदपि तत्र समदृष्टिः एव भवति तस्य रक्षणे इति, अत् भिन्नः विषयः। अस्याः मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना भिन्नः विषयः। अनन्तरं किमर्थं तथा श्लोकस्य परिवर्तनं कृतम् इति अहं न जाने, तथा एव अस्ति पुस्तके। तत्र एकैकस्य तत्र षड्विधाः सन्ति खलु भगिनि, तर्हि षड्विधा केवलम् अर्धभागः स्वीकरणीयः। तत्र प्रथम यत् अस्ति तस्य तु अयं हि धूर्जटिः साक्षाध्येन दग्धा पुरक्षणात् इति प्रथम विधः अस्ति। न, प्रथमे श्लोके श्लोकसङ्ख्या भवति चेत् द्वितीयः, ओ परन्तु तत्र परस्परम् अस्ति, सम्बन्धः अस्ति। धूर्जटिः साक्षादेन लग्धापुरक्षणात् सः ईश्वर ईश्वरसमानः इत्येव भवति शत्रुनाशे। परन्तु तत्र भेदः कः इत्युक्ते तत्र तृतीयं लोचनं नास्ति राज्ञः इति, परस्परं सम्बन्धः अस्ति, परन्तु अत्र न पश्यामः इतोपि। अत्र क्षम्यतां, तत्र तु अनुभयोभेदरूपकं भवति, यत्र उभोपि समानम् इति यत्र वदति भवति प्रथम. अग्रे अग्रे पश्यामः तदपि, अस्तु. परन्तुपि श्लोकस्य अर्थस्य समये सम्बन्धः कः इति न भवति. इदानीम् अस्याः मुखेन्दुना नेत्रानन्दे लब्धे इन्दुना किम् इति अर्थः, केवलं तस्य भावस्य एव अर्थः. तस्य सम्बन्धः शम्भुः विश्वमवति इत्येन सह इत्यनेन सह न भवति, नास्ति भिन्नः. तत्र पुस्तके अपि तत् अग्रे आगच्छति महोदय. आम्, द्वितीयभागः अस्य मुखेन्दुना लब्धे. ततः श्लोकस्य क्रमे कोऽपि दोषः अस्ति इति मन्ये. हा सद् परन्तु शम्भुः विश्वम् अवत्यद्य स्वीकृत्य समदृष्टिताम् इति उपरितन श्लोकेन किञ्चित् सम्बन्धः अस्ति. सम्बन्धः अस्ति. आम्, हा साध्वीयम् अपरा लक्ष्मी रसुधा सागरोदिता. साध्वीयम् अपरा लक्ष्मीः असुधा सागरोदिता अयं कलङ्किनश्चन्द्रान् मुखचन्द्रोऽतिरिच्यते. साध्वीयमपरा लक्ष्मी रसुधा सागरोदिता अयं कलङ्किनश्चन्द्रान् मुखचन्द्रोऽतिरिच्यते. अत्रापि साध् कश्चन कस्य कस्याश्चन मुख स्त्रियः तोलनं वर्णनं भवति. अत्र साध्वी इयम् अपरा, इयम् अपरा लक्ष्मीः, इयम् अपरा लक्ष्मीः असुधा सागरोदिता, नाम सागरात् न उदिता सा, असुधा न इति साधारणस्त्री एतु क्षीरसागरे न उदिता, लक्ष्मीः इव वर्तते इति कारणात् सा लक्ष्मीः एव, परन्तु असुधा सागरोदिता यथा तत्र दत्तं साक्षात् शिवः एव येन पुरः दग्धः, आम् परन्तु तार्तयिकं विलोचनं विना आस्ते अयम् इति आगतं खलु तथा अत्रापि. आम् अपि च अपरभागमपि किञ्चित् प्रथमभागयोः सम्बन्धः नास्ति इति दृश्यते, यतः अयं कलङ्किनः चन्द्रात् मुखचन्द्रः अतिरिच्यते. चन्द्रः कलङ्की इति वदामः यत्र, यतः तत्र स्पाट्स् इत्यादिकं भवति चन्द्रे. दोषः अस्ति, कलङ्किनः चन्द्रः दोषयुक्तः, अतः तस्मादपि अस्याः मुखचन्द्रः मुखचन्द्रः मुखचन्द्रः अतिरिच्यते इति. यद्यपि अत्र एव किञ्चित् ऐरोनि अस्ति खलु, अत्र पश्यतु चन्द्रः कलङ्किनः इति उक्त्वा किमर्थं मुखचन्द्रः इति उक्तं पुनः, तत्र एव अर्थः भवति मुखं चन्द्रसः इव इति. श्लोकस्य चयनं सम्यक् नास्ति इति मन्ये. प्रायः पिम्पल्ड् फेस् प्रायः न तस्य नास्ति इति, चन्द्रस्य तथा अस्ति एतस्य नास्ति. अस्तु, परन्तु असुधा इत्युक्ते अर्थः कः? सम्यक् भवति सागरात् न इति सुधा इति. असुधा इत्युक्ते अर्थः कः? सुधा इत्युक्ते क्षीरसागरः, सुधासागरः क्षीरसागरः. ओ, अतः असुधासागरोदिता इत्युक्ते अत्र कश्चन समासः एवं भवति, अत्र सुधासागरे उदिता न उदिता इति कारणात् एवम् अस्ति समासः, यथा असूर्यं पश्याः इति तथा एवम् अत्रापि असमर्थसमासः इति भवितुम् अर्हति. अस्तु, अग्रे पठनं. अलङ्कारविस्तारः विवरणञ्च. विषयिणः रूपेण विषयस्य अभेद तादृपाभ्यां रञ्जनम् स्वोपर केवलं तत्र व्याख्या इति यदस्ति तावदेव, तत्र तस्य विवरणं पुनः अग्रे आगच्छति. सोपरक्तबुद्धिविषयीकरणञ्च रूपकम्. अस्तु, विषयः उपमानभूतं पदं, विषयी उपमेयभूतं पदम् इति. रूपकं तु अभेदरूपकं, तादृप्यरूपकम् इति द्विविधं तद्विधद्वयमपि पुनः उपमानस्य अपेक्षया उपमेयस्य आधिक्योक्तया न्यूनत्वोक्तया अनुभयोक्तया च प्रत्येकं त्रिविधं नाम षड्विधं भवति आहत्य तथा रूपकं तु षड्विधं भवति तानि अनुभयो अनुभयाभेदरूपकं न्यूनाभेदरूपकम् अधिकाभेदरूपकम् अनुभयतादृप्यरूपकं न्यूनतादृप्यभेदकम् अधिकतादृप्यरूपकं च एकैकशः सोदाहरणं पश्यामः। तत्र बहु सूक्ष्मभेदः कथं तत्र भेदं निरूपयति इत्येव भ्रमः जायते अत्र। उभया इत्युक्ते तत् समानम् इति अर्थः भवति, अनुभयम् इत्युक्ते तत् समानं न भवति, अभेद इत्युक्ते भेदरहितं राहित्यम्, एवं विषयद्वयं भवति अस्मिन् विधे एत रूपकविधे। न्यूनाभेदरूपकं तत्र तत्र किञ्चित् न्यूनता भवति, अभेदः अपि भवति रूपकम् इति। अतः एव अस्य उदाहरणमेव अत्र वयं पठितवन्तः, साक्षात् येन पुरः लग्ध दग्ध, साक्षात् शिवः एव इति उक्तम् अभेदः तत्र, परन्तु विलोचनं तृतीयं विलोचनं नास्ति, तत्र न्यूनता अस्ति इति, तत्तु तस्य उदाहरणं भवति। पुस्तके एवम् उक्तम् आसीत् भगिनि, अनुभय इति उभयं नास्ति द्विधं नास्ति एकमेव अस्ति इति, अनुभयभेदरूपकम् इति भवति खलु। तर्हि न न अनुभय अभेद, अनुभयम् अभेदं भवति, अभेदरूपम्। अत्र दीर्घः नास्ति किं पुस्तके? अस्ति, आम् आम् तदेव अस्ति, आम् तदेव वदन्ति अनुभय अभेदरूपकम् इत्येव अस्ति। तर्हि उभयं नास्ति एकमेव अस्ति इति सूचयितुम् अनुभय इति उक्तमस्ति, एकम् इति न, तत्र सादृश्यं तादृश अर्थे। आम् तर्हि अत्र तु यत्र पुस्तके एवं लिखितमस्ति तत्र प्रथम वाक्यम् अस्ति खलु, तत्तु अयं राजा दुर्जटिः इत्युक्ते शिवः एव इति यत्र उच्यते, सः तु तत्र राजा एव शिवः इति यत्र उक्तमस्ति, अत्र तु अभेदं सूचयति इति कृत्वा प्रथमरूपकस्य उदाहरणं तद्दत्तमस्ति। तदनन्तरं द्वितीयं यत्र न्यूनभेद उक्तमस्ति तस्य तु उदाहरणं तु द्वितीयवाक्यमपि स्वीकृत्य, किमर्थम् इत्युक्ते तृतीयलोचनं तस्य नास्ति इति कृत्वा न्यूनतां प्रदर्शयति इति तत्र लिखितम्। उत्तमम्। अग्रे मया एव पठ्यते वा, पठतु। कस्यचन राज्ञः गुणविशेषः अयं नृपः साक्षात् शिवः एव येन शत्रुपुराणि क्षणात् एव दग्धाः। अत्र पुरदाहकत्वसादृश्यात् साक्षात् शम्भुः इति अभेददर्शनात् च अनुभयाभेदरूपकं दर्शितम्। आधिक्यं न्यूनता वा नास्ति, किन्तु तृतीयकं विलोचनं विना तार्तीयकं विलोचनं विना शम्भुः एव इत्यनेन भागेन शिवादपि अस्य राज्ञः अवस्थायां न्यूनता चिन्त्यते चेत् अपि त्रिपुरदाहकत्वात् दर्शितं शिवसादृश्य निरूपणम् एव अत्रत्य अलङ्कारचमत्कारः। अर्थात् अत्र विषयः उपमेयं राजा, विषयी उपमानभूतं पदं शम्भुः, राज्ञः तृतीयनेत्रराहित्यं न्यून अभेदरूपकस्य उदाहरणम्। तर्हि तदेव वयं पूर्वमेव वयं चर्चितवन्तः खलु, सः एव विषयः। टैटल् तत्र पृथक् दातव्यम् इति किं द्वयमपि दातव्यम् अथवा पृथक् पृथक्. प्रथमं पृथक् पृथक्. अनन्तरम् अत्र शत्रुपुराणि क्षणादेव दग्धानि इति कर्तव्यं खलु, विशेषणविशेषताः. अत्र दोषः पुराः दग्धाः नो चेत् पुरः एव भवति, पुरः पूः पुरौ पुरः इति. त्रिपुराणि दग्धानि इति भवति अथवा अत्र द्वितीयं स्थापनीयम्. अपरम् उदाहरणं पठित्वा. अपरम् उदाहरणं वेदा द्विधा वेदा द्विधा भ्रमं श्रे अत्र अत्र विषये इत्युक्ते उपमेयं किल, अत्र विषये इत्युक्ते उपमेयम् इति उक्तं पूर्वं, कुत्र किञ्चित् उपरि गच्छ. ओ अर्थात् विषयः विषयी वा, तत्र आमां कोऽपि दोषः अस्ति इति मन्ये. अत्र पूर्वं पूर्वं विषयः इत्युक्ते उपमानम् इति, आम् विषयः एव उपमानम् इति, विपरीतेन दोषः इति मन्ये. उपमेयं भवति खलु विषयः इति, विषयी उपमेयं खलु, न विषयः उपमेयं खलु, यस्मिन् विषयः कुत्र आसीत्? यस्मिन् विषयः आरम्भं दर्शयतु, आरम्भं दर्शयतु. न उप न न किञ्चित् उपरि अत्र पश्यतु. इतोपि विषयः उपमानभूतं पदं, विषयी उपमेयभूतं पदम् अस्ति खलु, तथा एव अग्रे अस्ति वा? तत्र उल्टा अभवत् इति मन्ये. प्रतीपः अत्रापि मम लेखने अपि प्रतीपः आगतः. उपमानभूतम् उपमानभूतम् उपमेयभूतम्. तदेव अत्र विषयी एव उपमेयः, विषयः उपमानं भवति. अत्र व्यतिरिक्तम् उक्तं, मम उट्टङ्कने दोषः. विषयी उपमानं, विषयः उपमेयं, कथं तत् पुस्तके तथा लिखितमस्ति, तथा एव भ्रमः जायते अस्मिन् श्लोके एव भ्रमः जायते इति. विषयः इत्युक्ते वर्ण्यम् अस्ति, यद् वर्ण्यं सः विषयः अस्ति. विषयी इति यस्मिन् तत्र विषयः, यः येन यः तोलनार्थं विषयः भवति सः विषयी उपमेयभूतं पदं, तदेव तथा उक्तं. परन्तु अत्र भिन्नरूपे उक्तमस्ति, विषयी उपमेयं पदं शम्भुः. उपमेयं शम्भुः कथं भवति? राजा खलु, राजा एव भवति, विषयः तु राजा उपमेयं. तो अत्र एतदेव परिवर्तनं कृतम्. पूर्वम् एत आसीत् तदेव विषयः, पुस्तके न न पूर्वं विषयी उपमानं, न न न महोदय, विषयः तु राजा एव अस्ति, उपमेयमेव अस्ति. विषयः उपमेयः, उपमेयं विषयी उपमानं. विस्मरतु, सः चर्चा यथा चर्चा मास्तु. इदानीम् अनन्तरं पश्यामः, अत्र अपरम् उदाहरणं पश्यामः. तत् कोऽपि भ्रमः अस्ति तत्र. वेदाद्विधा भ्रमं चक्रे कान्तासु कनकेषु च तासु तेष्वप्यनासक्तः तासु तेष्वप्यनासक्तः रक्षाद् साक्षात् भर्गो नराकृतिः. वेदाद्विधा भ्रमं चक्रे कान्तासु कनकेषु च सासु तेष्वप्यनासक्तः साक्षात् भर्गो नराकृतिः. वेदाद्विधा भ्रमं चक्रे कान्तासु कनकेषु च तासु तेषु अपि न आसक्तः साक्षात् भर्गः नराकृतिः. वेदाः इति वेदाः वेधसौ वेधसः इति ब्रह्मा, अत्र ब्रह्मणः वेदा इति प्रथमा विभक्तिः. अत्र भिन्नरूपेण अपि आन्लैन् मध्ये दत्तमस्ति भगिनि, वेधा द्वेधा इति दत्तमस्ति. अत्र वेदः इति मकारस्य तत्र वेदः इति अन्यनाम वर्तते इति द्वेद इत्यनेन यत्र द्वित्वं जायते वेदायाः द्वित्वम् इत्युक्ते यत्र मकारद्वयं वर्तते इत्युक्ते मम इति शब्दः तर्हि यत्र कान्त मम कान्ता मम कनकम् इति भवति चेत् तत्र जीवने भ्रमः जायते इति तादृशं विवृतम् अस्ति जालपुटेषु वेदा इत्यस्य अर्थः कः अन्यः अत्र अर्थः मकारस्य अन्यनाम इति इस् अ मिस्टिकल् नौन् फार् द लेटर् मकारः इति दत्तमस्ति शब्दकोशे भवतु अत्र मकारः इति वेदा वा म इति वेदा इति आम् भवतु तदेव मकारः न केवलं मकारः क्षम्यताम् अकारयुक्तमकारः इति मन्ये न जाने ममकारः वा मा इत्यस्य वेधा इति इट् इस् अ मिस्टिकल् नौन् फार् द लेटर् मा इति दत्तमस्ति तत्र ओम् इति अस्ति किल तत्र परन्तु मकारः मा इत्यस्य ब्रह्मणा एव अर्थः खलु अर्थः कः मा इत्यस्य केवलं मकार तत्र वर्णः अस्ति खलु तदेव मकारः इति अर्थः तर्हि तदे द्वेधा इति अग्रिमं पदम् इत्युक्ते यत्र द्विधा भवति मकारस्य द्वित्वं भवति तदा तु मम इति जायते खलु परन्तु अत्र कः सम्बन्धः अस्मिन् श्लोके अत्र श्लोके किमुक्तमस्ति ते यत्र मम कान्ता मम भार्या मम कनकम् इत्युक्ते मम स्वर्णम् इति यत्र जनाः वदन्ति तत्र तु लोके भ्रमं जायते इति तर्हि अनन्तरं तादृश यः जनः न वदति सः तु साक्षात् शिवः भवति भर्गः नराकृतिभर्गः भवति इति तथा विवृतम् अत्र कश्चन अस्ति नरः अस्ति विरक्तः सन्यासी वा कोऽपि अस्ति अत्र नराकृतिः साक्षात् भर्गः अत्र अस्ति इति शिवः शिवसदृशः नरः अत्र अस्ति इति अस्ति इति यः विरक्तः कान्तासु कनकेषु च विरक्तः यः अस्ति तस्य वर्णनम् अत्र सः साक्षात् भर्गः नराकृतिः नररूपे शिवः एव इति यथा राज्ञः विषयम् उक्तवन्तः खलु साक्षात् सः दुर्जटिः अस्ति इति पुरं दग्धवान् इति तथा एव अत्रापि विरक्तः शिवः इव इति अर्थः कान्तासु कनकेषु इति अत्र भवत्या उक्तं परन्तु अत्र पुस्तके तु ब्रह्मदेवः इत्येव अस्ति तत्र ब्रह्मदेवः एव सृष्टिसमये द्विविधं भ्रमं सः सः चक्रे स्थापितवान् इति अस्ति भ्रमं प्राप्तवान् इति न भ्रमं कृतवान् कृतवान् भ्रमं तत्र आरोपितवान् सृष्टौ तत्र पुस्तके अपि वेदा द्वेदा इति एव दत्तमस्ति भगिनि पुस्तके ब्रह्म इत्येव अस्ति ओ वेदा इत्यस्य ब्रह्म इत्येव स्वीकृत आम् आम् द्वेधा भ्रमं कल्पितवान् इति अतः यतः पुरुषाणां वा कस्यापि भवतु कान्तासु कनिकेषु सर्वदा मोहः अधिकः खलु तमिळ्भाषायां वदन्ति खलु पेण् पुण् नीलम् इति वदन्ति पोन् पेण् नीलम् इति तदेव अत्र अतः कान्तासु कनकेषु युद्धस्य कारणं भ्रमं तत्र प्राप्तवान् न कल्पितवान् कल्पितवान् इति अस्तु चक्रे कृतवान् इति अस्तु कृतवान् द्वेधा इति पुस्तके तु द्वेधा इति दत्तमस्ति वेधा वेधस्ति ब्रह्मा एव वेदा द्वेधा इति द्विधा इति द्वेधा इति वेधा द्विधा इति वा द्वेधा उभयमपि साधु रूपं द्विधा न द्वेधा इति पाठभेदो वा भवेत् प्रायः द्विधा अपि साधु रूपं द्वेधा इत्यपि साधु रूपं तथैव त्रिधा त्रेधा उभयमपि वर्तते ओ एवम् अस्तु ब्रह्मदेवः सृष्टिसमये कान्तासु कनकेषु च भ्रमं कल्पितवान् कश्चन विरक्तः नरः तासु तेषु वा अपि अनासक्तः यः साक्षात् भर्गः एव अत्र साक्षात् इत्यनेन विशेषणेन विरक्तनृपे प्रसिद्धशिवस्य अभेदकल्पनं तथा शिवस्य दैविकत्वे नराकृतिः इति वैकल्य कल्पनम् आरोप्य दर्शितं यत् तत् न्यूनाभेदरूपकम्। अत्र प्राप्तवान् इत्यस्य अपेक्षया तत्र कल्पितवान् इति कल्पितवान् कल्पितवान् करणीयं प्रापितवान् अपि भवितुमर्हति इनिकन्तं भवति चेत्। अस्तु, वैकल्य कल्पनाम् आरोप्य नाम किञ्चित् न्यूनता, विकलता विकलता न्यूनता। तावदेव अहमपि अत्र किञ्चित् इतोपि पुस्तकात् एव पठितुम् इच्छन्ति चेत् पठन्तु, अन्यथा विरमामः अत्र। महोदय, अत्र अस्माभिः तत्र उपमालङ्कारेषु तत्र तत्र अर्धोपमा यत्र पठितमासीत् तत्र तु वाचकलुप्ता धर्मलुप्ता धर्मवाचकलुप्ता वाचको पूर्वमेव प्रथमवर्गे एव वयं सर्वं पठितवन्तः। आम् सत्यं, किन्तु तत्र तत्र अहं तु गृहपाठरूपेण स्वयं तत्र करपत्ररूपेण तत्र चिन्त्य आसम्, तत्र तु उपमानलुप्ता वाचकोपमानलुप्ता धर्म उपमानलुप्ता न उपमा हा हा भवति भवति उत्तमम्। तत्र उदाहरणानि न अवगम्यते पुस्तकेपि दृश्यमिति बहु कठिनम्। अत्र भवती तत्र सूचयतु कानि पुष्प पदानि इति सूचयतु। तत्र एकं कोष्टकरूपेण अहं कृतवान्, तत् कृते तदेव अहमपि कृतवती तत्र, तदैव क्लेशः जात। प्रदर्शयति वा महोदय भवता यत् कृतम्? एकक्षणं प्रदर्शयामि। कुत्र स्थापितं? हा, कुत्रचित् अन्यस्मात् अहं स्वीकृतवान्, अत्र अस्ति। पुस्तके नासीत् उदाहरणं, पुस्तके उदाहरणानि दत्तानि किन्तु तद् न मया सम्यक्। कानिचन उदाहरणानि भिन्नपुस्तकात् एव अहं स्वीकृत्य स्थापितवती अस्मि, अत्र नास्ति। तत्र तडित् गौरी इन्दुतुल्यास्य कर्पूरन्ति दृशोर्मम कान्त्या स्मरवधूयन्ति दृष्ट्वा तन्वीरहो मया। तस्य उपमानलुप्ता इति दत्तमस्ति खलु, तत्रैव मम प्रश्नः। अत्र तु उपमानलुप्ता इत्यस्मिन् तत्र अनन्तरं वाचकोपमानलुप्ता उभयत्रापि समान उदाहरणमेव स्वीकृत्य दत्तमस्ति, यत्र काकतालीयम् इति स्वीकृत्य। उपमानलुप्ता इत्यस्मिन् च प्रत्ययः इवार्थे दत्तमस्ति इति दत्तं, यत्र काकतालीय इति आगच्छति तत्र तु च प्रत्ययः इवार्थे उक्तमस्ति इति कृत्वा उपमावाचकशब्दः अस्ति इति वयं स्वीकृतवन्तः। किन्तु द्वितीये तु काकतालीयं तत्रापि अस्ति खलु, तर्हि तत् किञ्चित् प्रतिपादयति वा महोदय? द्वितीय उदाहरणं किम्? यत् तया मेलनं तत्र लाभो मेयश्च तद्रतेः तद् एतत् काकतालीयम् अवितर्कितसम्भवम् इति। आम् तत्र किमर्थम् उपमानलुप्ता इति कथं तत्र अत्र उक्तमस्ति, उपमानं यद्यपि काकतालीयम् इति दत्तमस्ति तत्र पूर्णतया तत्र विवृतं नास्ति। न, काकताल उपभोगः न दत्तमस्ति, काकतालस्य उपभोगः। अत्र काकतालीयम् इत्यस्य अर्थं समासविषये तत्र विवरणं पश्यामः चेत् तत्र काकस्य तत्र गमनं तालफलस्य पतनम् इति भवति खलु, केवलं यदृच्छया अवितर्कितं यदृच्छया सञ्जातं सम्भवम् इति उक्तवन्तः, परन्तु तत्र उपमानस्य विषयः इदानीमपि मम प्रश्न भवतः प्रश्नः न अवगतः मया। मम नोट्स् पश्यामि चेदेव मया सम्यक् अवगम्यते तत्र। अस्तु महोदय, समयः अतीतः, प्रायः अग्रिमे सप्ताहे किञ्चित् अस्ति चेत् अत्र भवत्याः प्रश्नः तु का उपमानं एकवारं पुनरालोकनं कुर्मश्चेत् वरं भवति इति. तत्र अन्तिमचत्वारि भवन्ति खलु, तत्र पञ्च उपमानलुप्ता, वाचकोपमानलुप्ता, धर्म उपमानलुप्ता, धर्मोपमानवाचकलुप्ता, एतेषाम् उदाहरणानि. अहं पठित्वा वदामि, इदानीं समयः आमां पतितः समये इति मन्ये. पठित्वा किञ्चित् यद्यपि अहमेव नोट्स् सर्वं कृतवती, न पुनः अधुना पठनं करणीयं भवति. अत्र अग्रिम वर्गात् एकैकस्यापि पठनम् इतोपि किञ्चित् न्यूनं करोति चेत् सर्वेषां पर्यायः भवति. किञ्चित् किञ्चिदेव पठित्वा अग्रे सरामः. अत्र अस्तु महोदय. अनन्तरं भवताम् अभिप्रायः इतोपि किञ्चित् सङ्ग्रहेण भवतु वा नोट्स् सर्वं. न सम्यक् अस्ति महोदय, तत्र सम्यक् अस्ति. तत् भ्रमः जायते चेत् न न चर्चा जायते, चिन्ता मास्तु. केवलं भवती एका एव वदति, अन्येषां मौनम् अत्र. तदपि रात्रौ 10 वादनात् परं सर्वेषां मौनमेव अधिकं भवति. निद्रासमयः अपि. अस्तु, अद्य विरमामः. अग्रिमसप्ताहे इतोपि किञ्चित् तत्सर्वं भवत्याः प्रश्नस्य उत्तरमपि चिन्तयामि. यथा यावत् अगाधं गच्छामः तवान् क्लेशः भवति एव. अस्तु, सर्वे भवन्तु भवन्तु सुखिनः, सर्वे सन्तु सर्वे निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् कश्चित् भवेत्। भवेत्। ॐ ॐ शान्ति शान्ति शान्ति शान्ति. शान्तिः. शुभरात्रिः.